नमस्कारः नमस्कारः तर्हि अद्यतनविषयः अस्ति लेखननियमाः लेखननियमाः वस्तुतः अस्माकं ज्ञानवर्धनं तदा भवति यदा वयं शृणुमः वदामः लिखामश्च यदि एतत् सर्वं कुर्मः तदा तर्हि अस्माकं प्रगतिः शीघ्रातिशीघ्रं भवति यदि न कुर्मः तर्हि प्रगतिः भवति किन्तु यथा अभ्यासं तथा प्रगतिः अतः मम नाम सूचना अस्ति यत् सर्वे लिखेयुः तर्हि अत्र लेखननियमः नाम तत्र अस्माकं लिपिः अस्ति देवनागरीलिपिः खलु तत्र यथा हिन्दीभाषायां लिखामः तत्र केचन भेदाः सन्ति अतः ये हिन्दीभाषां जानन्ति तेषां कृते विशेषतः अवधातव्यः अयं विषयः यतोहि अक्षराणि तानि एव परन्तु उदाहरणार्थम् अनुस्वारः हिन्दीभाषायाम् अनुस्वारं सर्वत्र लिखामः यत्र हिन्दी संस्कृतभाषायां बहुत्र न भवति तर्हि अग्रे पठेम अपि च पश्येम किं किम् अस्ति सन्ध्या भगिनी कृपया पठतु लेखननियमाः अनुस्वारः रेखायाः उपरि बिन्दुः उदाहरणार्थं यानं गच्छति नकारस्य उपरि अनुस्वारः अस्ति यानं गच्छति तत्र अनुस्वारः इति अक्षरं वयं तु जानीमः अस्तु इदानीं प्रकाशमहोदय कृपया पठतु द्वितीयं शब्दान्ते अनुस्वारः अस्ति चेत् अनुस्वारस्य पुरतः स्वरः अस्ति चेत् तर्हि अनुस्वारस्य स्थाने लेखनीयम् उदाहरणार्थं गृहं प्लस् अस्ति गृहम् अस्ति विशुद्धं गृहम् अस्ति अशुद्धम् वस्तुतः एवं लेखनीयमस्ति एवं अहं किञ्चित् परिवर्तयितुम् इच्छामि अत्र मकारः तु अस्ति एव गृहशब्दस्य अन्ते मकारः अस्ति गृहशब्दस्य मूले मकारः अस्ति तत्र अग्रे स्वरः अस्ति चेत् नाम अस्ति इति शब्दस्य प्रथमवर्णः कः इति स्वरः अस्ति तर्हि नियमः अस्ति यत् मकारः पदान्ते अस्ति चेत् पदस्य अन्ते पदान्ते मकारः पदान्ते अस्ति चेत् अग्रिमशब्दस्य प्रथमवर्णः स्वरः चेत् मकारः तिष्ठति प्रथमवर्णः व्यञ्जनं चेत् मकारस्य स्थाने अनुस्वारः भवति इति नियमः तर्हि अत्र गृहमस्ति मकारः अस्ति मकारः तिष्ठति यतोहि अग्रे अकारः अस्ति अस्तु सुब्रह्मण्यं महोदय कृपया अग्रे पठतु शब्दान्ते अनुस्वारः अस्ति चेत् अनुस्वारस्य पुरतः व्यञ्जनम् अस्ति चेत् तर्हि अनुस्वरः एव लेखनीयः. उदाहरणार्थम् आपणम् प्लस् गत्वा, आपणम् गत्वा अनुस्वारस्य पूर्वकम् आपणम् शुद्धम्, आपणम् गत्वा मकारम् अशुद्धम्, मकारः मकारम् अशुद्धम्. तर्हि आपणम् गत्वा, तत्र आपणम् गत्वा शब्दस्य अन्ते मकारः अस्ति, अग्रिमशब्दस्य प्रथमवर्णः गकारः अस्ति, अतः अस्यां दशायां मकारस्य स्थाने अनुस्वारः भवति. नाम अत्र मूले मूलमस्ति मकारः, शब्दस्य अन्ते मूलमस्ति मकारः, तत्र परिवर्तनमस्ति अनुस्वारः. मकारः पदान्ते अस्ति, अग्रिमशब्दस्य प्रथमवर्णः स्वरः चेत् मकारः तिष्ठति, प्रथमवर्णः व्यञ्जनं चेत् मकारस्य स्थाने अनुस्वारः भवति इति नियमः. समीचीनमस्ति. इदानीं शुभभगिनी, कृपया पठतु अग्रे. पूर्णविरामात् पूर्वं अनुस्वारस्य स्थाने मकारक एव लेखनीयं, न तु अनुस्वारः. उदाहरणार्थम् एकं यानं गतम्, अनुस्वारः शुद्धम्. अनुस्वारः मकारः. एकं यानं गतं, सर्वे अनुस्वारः न अशुद्धम्. गतम् एतस्य अनुस्वारः अशुद्धम् अस्ति. किमर्थम्? तस्य अनन्तरं किमपि नास्ति. सत्यं. नाम वाक्यस्य अन्तः विरामः, तर्हि आहत्य नियमः अस्ति. आहत्य नियमः अस्ति यत् पदन्तस्य अन्ते मकारः अस्ति चेत् अग्रे स्वरः अथवा विरामः चेत् मकारः तिष्ठति. अथवा विरामः नाम वाक्यस्य अन्तः. अग्रे शब्दस्य प्रथमवर्णः स्वरः अथवा विरामः चेत् मकारः तिष्ठति. अग्रे व्यञ्जनमस्ति चेत् मकारस्य स्थाने अनुस्वारः भवति इति नियमः. एतत् अहं किञ्चित् शुद्धीकरोमि, यतोहि अत्र विपरीतरीत्या लिखितमस्ति. यथा मूलमस्ति अनुस्वारः, मूलमस्ति मकारः, कुत्रचित् मकारः तिष्ठति, कुत्रचित् मकारस्य स्थाने अनुस्वारः. हा, सन्ध्या भगिनी वदतु, मकारस्य अनुस्वारः कुत्र भवति? यदि पदः अन्ते अस्ति न भविष्यति अनुस्वारः. अवगतं मया. पुनः वदतु. नाम मकारः पदस्य अन्ते अस्ति, इदानीं कुत्र तिष्ठति, कुत्र न तिष्ठति? गृहम् अस्ति अथवा यानम्, यानमिति पदमस्ति, यानं, तत्र यानमिति पदमस्ति, अन्ते पदस्य अन्ते मकारः अस्ति, यानम्. तत्र वयं लेखितुम् इच्छामः, मकारः कुत्र लिखामः, कुत्र अनुस्वारः भवति? कदा? यदि अन्तः, अन्ते अस्ति. अन्ते नाम वाक्यस्य अन्ते. वाक्यस्य अन्ते अस्ति चेत् मकारः तिष्ठति. इति एकमस्ति. हा, द्वितीयं वदतु. पुरतः शब्दात् प्रारम्भः स्वरः अस्ति चेत् मकारं भवति, अनुस्वारं नास्ति, मकारः तिष्ठति. तर्हि शब्दस्य अन्ते मकारः, वाक्यस्य अन्ते अस्ति चेत् मकारः तिष्ठति, अपि च शब्द अग्रिमशब्दस्य प्रथमवर्णः स्वरः अस्ति चेत् मकारं तिष्ठति, मकारः तिष्ठति इति नियमः. स्पष्टं? अस्तु, समीचीनमस्ति. निहारिका भगिनी, कृपया अग्रे पठतु. कस्य अपि पदस्य मध्ये अनुस्वरः अस्ति चेत् अनुस्वारस्य पुरा पुरतः वर्गीय व्यञ्जनम् अस्ति चेत् तर्हि अनुस्वारस्य स्थाने तस्य व्यञ्जनस्य वर्गस्य अन्तिमम् अक्षरं कस्य अपि पदस्य मध्ये अनुस्वारः अस्ति चेत् अनुस्वारस्य पुरतः वर्गीयव्यञ्जनम् अस्ति चेत् तर्हि अनुस्वारस्य स्थाने तस्य व्यञ्जनस्य वर्गस्य अन्तिमम् अक्षरं लेखनीयम्. उदाहरणार्थम् अस्मिन् वाक्ये व्यञ्जनशब्दः अस्ति, अस्मिन् वाक्ये व्यञ्जनशब्दः अस्ति. हिन्दीभाषायाम् अत्र व्य इत्यस्य अनन्तरम् अनुस्वारः भविष्यति. जनाः लिखन्ति, सर्वे लिखन्ति व्यञ्जन इति शब्दः, तत्र अनुस्वारः अनन्तरं जकारः अनन्तरं नकारः मकारः. हिन्दीभाषायां तु मकारः तु नास्ति एव, व्यञ्जन् हिन्दीभाषायां वदन्ति व्यञ्जन्. व्यञ्जन् इति शब्दः, तत्र व्य इत्यस्य अनन्तरम् अनुस्वारः अनन्तरं जकारः. अयं नियमः, पञ्चमनियमः वदति यत् अयम् अनुस्वारः नैव तिष्ठति. नाम व्यञ्जन इति शब्दः अस्ति, तत्र शब्दस्य मध्ये अनुस्वारः, नाम य इत्यस्य अनन्तरम् अनुस्वारः अस्ति. अतः अग्रे जकारः अस्ति, तर्हि अनुस्वारस्य स्थाने जकारस्य वर्गस्य पञ्चमवर्णः कः? इति प्रथमवर्णः अस्ति, अतः अनुस्वारस्य स्थाने प्रथम आदेशः भवति य. अतः व्यञ्ज लेखनीयः यथा लिखितमस्ति अत्र, व्यञ्ज तथा. अस्माभिः अस्तु, अग्रे प्रकाशमहोदय कृपया पठतु. वर्गीयव्यञ्जनानि पञ्चवर्गाः: कवर्गः क ख ग घ ङ, छवर्गः च छ ज ज ञ, ठवर्गः ट ठ ड ढ ण, तवर्गः त थ द ध न, पवर्गः फ फ ब भ म. अस्तु, तर्हि कति वर्गाः सन्ति? प्रत्येकं वर्गस्य कति सदस्याः सन्ति? पञ्च. पञ्च सदस्याः सन्ति. तत्र अल्पप्राण वर्णद्वयं, महाप्राणवर्णद्वयम्, अपि च अनुनासिकवर्णः एकः. नाम क ख ग घ ङ इत्यस्मिन् अपप्राणः क ग, ग महाप्राणः ख ख. समीचीनम्. अनन्तरम् अनुनासिकवर्णः न अनुनासिकवर्णः इति वदामः अनुनासिकवर्णः अत्र पञ्चमवर्णः प्रत्येकं वर्गस्य मुखे प्रत्येकं वर्गस्य मुखे उच्चारणार्थं स्थानं भवति विशिष्टं स्थानं भवति कवर्गः कण्ठः कख गघ नाम जिह्वा अस्माकं जिह्वा कुत्र भवति मुखे कुत्र स्पर्शः व्यञ्जनस्य करणार्थं मुखे जिह्वायाः कुत्रचित् मुखस्य स्पर्शः भवति अवगच्छति वा स्पर्शः भवति कवर्गे जिह्वायाः स्पर्शः कुत्र कण्ठे भवति च वर्गः तत्र स्पर्शः भवति तालु अतः तालव्यवर्गः इति वदामः तालु अस्ति अत्र अस्माकं मुखे अत्र उपरि भागः अस्ति तत्र तालु इति वदामः तालु च यत्र जिह्वा अस्ति च छ ज झ ञ तत्र अत्र अस्ति तालु हार्ड् फालट् इति वदामः आङ्ग्लभाषायां हार्ड् फालट् इति तालु अनन्तरं तवर्गः इति मूर्धन्यवर्गः यतोहि तत्र स्पर्शः भवति मूर्धा नाम सर्वोपरि भागः पृष्ठभागः उपरि टाटा टाठा डाढा पृष्ठः उपरि तवर्गः नाम दन्त्यवर्गः तत्र स्पर्शः भवति दन्तानां तत्र पवर्गः औष्ठ लिप्स् औष्ठवर्गः अत्र पफ ब भ म तत्र औष्ठौ स्पर्शः भवति अपि च प्रत्येकं वर्गस्य पञ्चमसदस्यः इत्यस्य स्थानद्वयमस्ति प्रथमसदस्य स्थानद्वयं भवति तस्य वर्गस्य स्थानम् अपि च नासिका न पञ्चमसदस्यः प्रत्येकं वर्गस्य पञ्चमसदस्यः तत्र तस्य वर्गस्य स्थानम् अपि अस्ति नासिका अपि अस्ति अतः तस्य वर्णस्य नाम अनुनासिकवर्णः अनुनासिक यतोहि वायुः मुखेन अपि नासिकया अपि गच्छति अवगतं वा निहारिका भगिनी अवगच्छति वा अस्तु तर्हि क घ ग घ इत्येषां वर्णानां स्थानं कण्ठः ङकारस्य स्थानं कण्ठः अपि नासिका अपि नाम यदि अस्माकं नाम स्वास्थ्यं सम्यक् नास्ति कोल् अस्ति नासिका पिहिता अस्ति तत्र ङ इति वक्तुं न शक्नुमः तत्र ङ ञ ण म न म एषां पञ्चानां वर्णानाम् उच्चारणं नासिकया विना न भवति तर्हि पदस्य कस्यचित् पदस्य मध्ये अनुस्वारः अस्ति चेत् अग्रिमवर्णः कश्चन वर्गीयव्यञ्जनमस्ति चेत् अनुस्वारस्य स्थाने तस्य वर्गस्य पञ्चमसदस्यः भवति स्पष्टम् हा नाम कस्यचित् पदस्य मध्ये अनुस्वारः अस्ति चेत् यथा व्यञ्जनशब्दः अस्ति तत्र व्य इत्यस्य अनन्तरं हिन्दीभाषायां तत्र अनुस्वारः लेखनीयः अस्ति. अत्र अनुस्वारस्य स्थाने अग्रिमवर्गीयव्यञ्जनस्य वर्गस्य पञ्चमसदस्यः भवति अनुस्वारस्य स्थाने. अतः व्यञ्जनमित्यस्मिन् यकारः इति तत्र अनुस्वारः आसीत्, व्यञ्जनशब्दे अनुस्वारः आसीत्, अनुस्वारस्य स्थाने कः वर्णः? यकारः. किमर्थं यकारः? ज अस्ति अग्रे, अग्रिमवर्णः जकारः इति कारणमस्ति. अस्तु अग्रे. तर्हि सुब्रह्मण्यमहोदय कृपया अग्रे पठतु उदाहरणानि. का वर्गः? कङ्कणम् अननासिकपुरम् अशुद्धं, कङ्कणं शुद्धं. नाम किम् अभवत् अत्र? अननासस्य पुरतः का वर्गं भवति चेत् का वर्गस्य अनुनासिकस्वरं न कङ्कणम् नाम अत्र ककारे अनुस्वारः आसीत् तत् अशुद्धमस्ति, अनुस्वारस्य स्थाने ककगघङ भवेत्. किमर्थम्? कङ्कणं कवर्गस्य अनुनासिकस्वरम् अस्ति. सत्यं, कवर्गस्य अनुनासिकः अनुनासिकसदस्यः ङ. अस्तु, द्वितीयं करोतु. शङ्खः अनुनासिकपूर्वक अशुद्धं, शङ्खः शुद्धम्. हा नाम पुनः अनुस्वारः आसीत्, अनुस्वारस्य स्थाने ङ भवति, यतोहि अनुस्वारस्य अग्रे तत्र ककारः कवर्गस्य सदस्यः. अस्तु, प्रकाशमहोदय अग्रे. गङ्गा अनुस्वारस्य पदः अशुद्धं, गङ्गा कवर्गस्य अनुनासिक सदस्य उपयुज्य गङ्गा. समीचीनम्, अग्रिमम्. सङ्गः अनुस्वार उपयोगः अशुद्धं, सङ्गः कवर्गस्य अनुस्वार अनुनासिक सदस्य अङ्ग् उपयुज्य सङ्गः. अति उत्तमम्. अस्तु, शिल्पा भगिनी अग्रे पठतु कृपया. चवर्गः अशुद्धं, सञ्चिका अशुद्धम् अस्ति यतः अनुस्वारः अस्ति. तत्र अनुस्वारस्य अनन्तरं च अस्ति, तर्हि च ज ज ञ भवेत्. तर्हि शुद्धं सञ्चिका. तत्र न य भवति. समीचीनमस्ति, अनुस्वारस्य स्थाने य. अस्तु, अग्रिमं करोतु. प्रोञ्छः अशुद्धम् अस्ति यतः अनुस्वारः अस्ति. अनुस्वारस्य अनन्तरं च अस्ति, तर्हि तस्य अनुनासिक ञ अस्ति, अतः प्रोञ्छः शुद्धम् अस्ति, तत्र य अस्ति. अनुस्वारस्य स्थाने यकारः अस्ति. अस्तु, समीचीनं. निहारिका भगिनी अग्रे. अञ्जनम् अशुद्धम् अस्ति अनुस्वरस्य उपयोगे. अञ्जनम् सः शुद्धम् अस्ति. तत्र यकारः किमर्थम्? जकारः अस्ति. अतः अतः यकारः जकारः पूर्वम्. सम्यक्, समीचीनं. नाम जकारस्य वर्गस्य पञ्चमसदस्यः यकारः अतः अनुस्वारस्य स्थाने यकारः भवति इति एव अस्ति. समीचीनम्. अग्रे निहारिका भगिनी अग्रे. अनुस्वरसः अशुद्धमस्ति. जञ्जा ञकारस्य सः समीचीनमस्ति. सत्यं, झञ्झा झञ्झा. तर्हि अनुस्वारस्य स्थाने यकारः. तथैव अस्तु. सन्ध्या भगिनी अग्रे. वर्गः अशुद्धं कण्टकम् अनुस्वरेण अशुद्धम् अस्ति. शुद्धं कण्टकं नवर्गेण. वर्गस्य नाम टवर्ग. प्रथमसदस्यः यथा तथा नाम भवति टवर्गः. तर्हि टवर्गस्य पञ्चमसदस्य अण अस्ति. तर्हि अनुस्वारस्य स्थाने अण. अस्तु, अग्रे. कण्ठः अशुद्धम् अस्ति. शुद्धं कण्ठः. नाम किम् अभवत् अत्र? अनुस्वारस्य स्थाने भविष्य अस्ति. किमर्थम्? खवर्ग अन्ते न अस्ति. नाम अनुस्वारस्य अनन्तरं कः वर्णः अस्ति? ठकारः कस्मिन् वर्गे अस्ति? टवर्गे अस्ति. अतः टवर्गस्य पञ्चमसदस्यः भवति कस्य स्थाने? कस्य स्थाने पञ्चम नाम पञ्चमसदस्यः न भवति कस्य स्थाने? अनुस्वारस्य स्थाने. समीचीनमस्ति. अस्तु, तर्हि सुब्रह्मण्यमहोदय अग्रे. अण्डम् अनुस्वरस्य पूर्वकम् अशुद्धम्. अण्डं णकारस्य पूर्वकं शुद्धम्. ड अनुस्वरस्य पुरतः ड स्वर अस्ति, वर्ण अस्ति. टावर्गस्य अनुनासिकस्वरम् अण चेत् अनुनासिकस्वरस्य णकारं भवति. अण्डं शुद्धम्. समीचीनमस्ति. अस्तु, अग्रे. तावर्गः अन्तः अनुस्वरस्य पूर्वकम् अशुद्धम्. अन्तः नकारस्य शुद्धम्. कण्ठा अशुद्धम् अनुस्वारस्य पूर्वं. कण्ठा नाकारस्य पूर्वकं शुद्धम्। अस्तु, समीचीनमस्ति। प्रकाशमहोदय अग्रे। कन्दम् अनुस्वरस्य प्रयोग अशुद्धम्। कन्दम् अनुस्वरस्य पुरतः द अस्ति, त वर्गस्य सदस्य। अनन्तरं त वर्गस्य पञ्चमसदस्य अनुनासिका न अस्ति, कन्दम् इति अस्ति शुद्धम्। अस्तु अग्रे महोदय। अन्धः अशुद्धम् अनुस्वरस्य प्रयोगम्। अन्धः न अनुनासिक सदस्य प्रयोगम्। अन्धः शुद्धम्। अस्तु अग्रिमं करोतु महोदय। कम्पनम् अशुद्धम् अनुस्वरस्य प्रयोग। कम्पनम् अनुस्वरस्य पुरतः फ अस्ति, प वर्गस्य सदस्य। पञ्चम अनुनासिक सदस्य म। तदनन्तरं कम्पनम् उपयुज्य शुद्धम्। अस्तु समीचीनं। सुपभगिनी अग्रे। तुम्फनं क्षम्यतां, तुम्फनं तस्य तत्र अनुनासिकस्य उपयोगम् अशुद्धम्। अनुस्वरस्य अनन्तरं फ अस्ति, तर्हि अनुस्वरस्य उपयोगं न करिष्यामः, मकारस्य उपयोगं करिष्यामः। तर्हि कम्पनं तुम्फनं। अस्तु अग्रे। आम्बा तत्र अनुस्वरस्य उपयोगम् अशुद्धम्। अनुस्वरस्य अनन्तरं ब अस्ति, तर्हि ब वर्गस्य अनुनासिक म अस्ति, अतः अम्बा म करस्य उपयोगं शुद्धम्। अस्तु समीचीनं। निहारिका भगिनी अग्रे। अम्बोधिः अनुस्वरस्य प्रयोगम् अशुद्धम्। अम्बोधिः मकारस्य प्रयोगम् शुद्धम्। मकारस्य प्रयोगः शुद्धः। प्रयोगः शुद्धः। किमर्थं शुद्धः? समीचीनं न नाम किमर्थं मकारः, किमर्थं न नकारः, यकारः, ङकारः? मकारः पारवर्गस्य अनुनासिकस्य शब्दः। अस्तु समीचीनम्। अस्तु सन्ध्याभगिनी अग्रे। अभ्यासः किं लिखितमस्ति? अभ्यासः अधः सूचितेषु उदाहरणेषु अनुस्वारस्य अनन्तरं स्वरः अस्ति वा व्यञ्जनम् अस्ति वा इति सूचयित्वा मकारम् अनुस्वारं वा लिखतु। उदाहरणार्थं वा उदाहरणार्थम् अहम् एकवारं स्वरः अहम् एकवारं मावर् अहम् एकवारं तर्हि अत्र किम् अभवत् अहम् अनुस्वारः आसीत् अहम् अहम् उपरि इदानीं मा वर्गः अस्ति मा वर्गः नाम मकारः अस्ति किमर्थम् अतः यतः अहम् अनन्तरं एकवारम् अस्ति एकारः स्वरः अस्ति यदि स्वरः अस्ति अनुस्वारः न भविष्यति सत्यं सत्यं अस्तु समीचीनं शिपा भगिनी द्वितीयम् उदाहरणम् अहं सर्वदा व्यञ्जनम् अतः अहं सर्वदा अनुस्वारः तिष्ठति सत्यं किमर्थं तिष्ठति अहं प्रथमशब्दः सर्वदा द्वितीयशब्दः द्वितीयशब्दस्य प्रथमवर्णः व्यञ्जनमस्ति अनि अपि प्रथम शब्दस्य अन्तिमवर्णः अनुस्वारः अस्ति तर्हि आहत्य अस्माकं सिद्धान्तद्वयमस्ति आहत्य तावता अस्माकं सिद्धान्तद्वयमस्ति प्रथमम् अस्माभिः द्रष्टव्यं यत् अस्माकम् अनुस्वारः पदान्ते अस्ति अथवा पदस्य मध्ये अस्ति पदान्ते अथवा पदस्य मध्ये पदान्ते अस्ति चेत् तर्हि अनुस्वारः अथवा मकारः भविष्यति पदस्य मध्ये चेत् पदस्य मध्ये अस्ति चेत् अनुस्वारः अथवा वर्गीय अनुनासिकव्यञ्जनमस्ति नाम वयं दृष्टवन्तः यत्र अनुस्वारः पदान्ते अस्ति पदान्ते यथा गृहं यानम् अहं तत्र पदान्ते अस्ति न वा पदान्ते अस्ति तर्हि पदान्ते अस्ति चेत् अनुस्वारः अथवा मकारः नाम अग्रे स्वरः अस्ति चेत् किम् अग्रे स्वरः अस्ति चेत् मकारः भवति अग्रे व्यञ्जनमस्ति चेत् अनुस्वारः इति नियमः इदानीम् अस्माकम् अनुस्वारः पदस्य मध्ये अस्ति चेत् पदस्य मध्ये अस्ति चेत् तत्र अग्रे वर्गीयव्यञ्जनं चेत् किं भविष्यति तस्य वर्गस्य अनुनासिकसदस्य पञ्चमसदस्य भविष्यति अतः अस्माकं चिन्तनविधिः कः प्रथममस्ति अयं मकारः पदस्य मध्ये अथवा अन्ते अस्ति अपि च अग्रिमवर्णः कः एतावता अत्र पञ्चवर्गस्य उदाहरणानि दृष्टानि अस्माभिः तत्र अग्रे अग्रिमव्यञ्जनं सर्वत्र वर्गीयव्यञ्जनमासीत् नाम कङ्कणं सञ्चिका कङ्कटम् अन्तः कम्पनं तत्र सर्वत्र अग्रिमवर्णः वर्गीयव्यञ्जनम् किन्तु वर्गीयव्यञ्जनं नास्ति चेत् उदाहरणार्थं संस्था संस्था इति पदं तत्र अनुस्वारस्य अनन्तरं कः वर्णः अस्ति संस्था प्रकाशमहोदय वदतु संस्थापदे तत्र अनुस्वार अनुस्वारस्य अनन्तरं कः वर्णः सकारः सकारः वर्गीयव्यञ्जनमस्ति वा तर्हि किं भविष्यति मया न उक्तम् एतावता किं भविष्यति अनुस्वारः एव तिष्ठति वर्गीय अग्रे वर्गीयव्यञ्जनं नास्ति चेत् तिष्ठति एव संस्था संस्था अस्तु तर्हि सत्यं नाम तत्र सकारः षकारः षकारः यकारः रेफः लकारः इति अग्रे सन्ति चेत् तिष्ठति तिष्ठति यथा संयोगः संयोग इति शब्दः अस्ति खलु संयोगः तत्र अनुस्वारस्य अनन्तरं कः वर्णः यकारः अतः तिष्ठति स्व अतः तिष्ठति अथवा संलक्षणं समुपसर्गः लक्षणं संलक्षणं तत्र अनुस्वारस्य अग्रे तत्र तत् पुरतः कः वर्णः अस्ति लकारः अतः तिष्ठति अस्तु इदानीं निहारिका भगिनी प्रथमं करोतु अभ्यासः प्रथम नाम अभ्यासः अस्ति खलु पुरतः अभ्यासः प्रथमं करोतु गृहं प्लस् आगतः गृहं अनुस्वरसः आगतः नाम अनुस्वारः तिष्ठति इति वा आम् नियमः कः प्रकाशमहोदय किं वदति अत्र अत्र गृहं तत्र आ स्वरः अस्ति नियमः मकारान्त तत्र तिष्ठति पदान्ते अस्ति चेत् अग्रे स्वरः अस्ति चेत् मकारः भवति निहारिका भगिनी वदति वा अस्तु द्वितीयं करोतु गृहं गतः गृहम् अनुस्वरसः गतः सत्यम् अनुस्वारः तिष्ठति अस्तु सन्ध्या भगिनी अग्रे फलम् फलं नीत्वा सो अनुस्वारः तिष्ठति अतः न व्यञ्जनमस्ति अनन्तरं फलम् आनीय सो अत्र मकारः अस्ति अतः आ स्वरः अस्ति अतः अतः आस्वरः न यतः अतः यतः इत्यनयोः भेदः आगच्छति वा अतः यतः अतः अतः इत्युक्ते देर्फोर् यतः इत्युक्ते बिकास् तर्हि वाक्यं पुनः वदतु प्रथमद्वितीय फलं पुनः द्वयमपि वदतु फलं नीत्वा अनुस्वारः तिष्ठति यतः यतः न व्यञ्जनम् अस्ति एण्ड् फलम् आनीय मकारः भविष्यति यतः अ स्वरः अस्ति. समीचीनम् अस्ति. सुब्रह्मण्यमहोदय बालकम् आहूय अनुस्वारः. बालकम् आहूय अनुस्वारं मकारं तिष्ठति. किमर्थम्? प्रथमपदस्य अन्ते मकार अस्ति, द्वितीयपदस्य प्रारम्भे आ स्वर अस्ति चेत् बालकं मकारपूर्वम् आहूय. अस्तु, अग्रिमं. तम् उक्त्वा अनुस्वारपूर्वं तं मकारपूर्वकम् उक्त्वा द्वितीयपदस्य प्रथमवर्ण स्वर अस्ति उ चेत् तं मकारपूर्वकम् उक्त्वा. अस्तु, समीचीनम्. अस्तु, प्रकाशमहोदय अग्रे. तं प्लस् दृष्ट्वा अत्र अनुस्वारस्य अनन्तरं व्यञ्जनं भवति. तं दृष्ट्वा अनुस्वारस्य भवति, अनुस्वारं भवति. अस्तु, अग्रे. वृक्षं न शालं प्लस् गतवान् अनुस्वारस्य अनन्तरं ग भवति व्यञ्जनं यत्वा अनुस्वारं तिष्ठति शालं गतवान्. अस्तु, समीचीनम्. अस्तु, शिल्पा भगिनी अग्रे. वृक्षं आरुह्य, वृक्षम् आरुह्य तत्र अग्रिमः वर्णः स्वरः अस्ति आ, क्षम्यताम्, आ अस्ति. अतः स्वरः अनुस्वारः मकारः भवति. वार्तां श्रुतवान् अग्रिमः वर्णः व्यञ्जनम् अग्रिमवर्णः व्यञ्जनम् अस्ति अतः अनुस्वारः तिष्ठति. तथैव अस्ति. इदानीम् एतत् सर्वं स्पष्टम् इति मन्ये. इतोपि इतः अग्रे इतोपि एकं वदामि. अत्र पदान्ते मकारः अस्ति चेत् अग्रिमशब्दस्य प्रथमवर्णः व्यञ्जनं तत्र अनुस्वारः भविष्यति, स्वरः तत्र मकारः भविष्यति इति वयं तु जानीमः. इदानीम् इदानीं मकारः पदान्ते अस्ति यथा गृहम्. इदानीं गतः, गृहं गतः कुत्र किं भवति तत्र? संध्या भगिनी, गृहं गतः मकारस्य स्थाने अनुस्वारः भवति. अनुस्वारः भवति इति सत्यं समीचीनमपि, तत्र विकल्पेन तत्र यथा पदस्य मध्ये अस्ति चेत् अनुस्वारः अनन्तरं गकारः तत्र किं भवति? किं भवति वदतु. न जानामि किम् उच्चारणम्. उच्चारणं न जानाति वा? तत्र क ख ग घ ङ ङ ङ वदतु ङ ङ यथा एन् जि वदतु ङ इति न एकनिमेषं वद ङ ङ ङ ङ यथा यथा गेङ् जि ए एन् जि गेङ् वदतु हा गि जि ए इति नास्ति चेत् ङ यथा गङ्गा गङ्गा नदी गङ्गानदी गङ्गानदी अस्ति खलु तत्र ग पुरतः नास्ति चेत् आ अन्ते नास्ति चेत् ङ ङ तर्हि अत्र विकल्पेन गृहं गतः वयम् अनुस्वारं लेखितुं शक्नुमः विकल्पेन गृहं गतः तत्र एकं शब्दम् इव नाम एकं शब्दं कृत्वा अनुस्वारस्य स्थाने ङकारः गृहं गत् नाम तत्र अनुस्वारः लिखामः चेत् तत्र उच्चारणमस्ति गृहं गतः तत्र मकारः इव उच्चारणमस्ति गृहं गतः इदानीं विकल्पेन अग्रे अनुस्वारस्य स्थाने ङकारः भवति चेत् तत्र उच्चारणं भविष्यति गृहं गतः मन गृहं गतः न गृहं गतः इति न गृहं गतः इति विकल्पेन वक्तुं शक्नुमः अवगतं वा उदाहरणार्थं इदानीं प्रकाशमहोदय यानं चलति इति भवान् करोतु यानं चलति किं भवति यानं चलति यानं चलति नाम किं किम् अस्ति इति वदतु वा किं किं नाम विकल्पः किं किम् अस्ति अनुस्वर अस्ति यानम् अन्ते द्वितीयपदस्य प्रथमवर्गः च अस्ति यदि एक पदः कर्तुं शक्नुमः यानं चलति हा सत्यं तर्हि तर्हि अत्र यथा भवता उक्तं सत्यमेव यानं चलति तत्र सामान्यरूपेण वयम् अनुस्वारस्य मकारस्य स्थाने अनुस्वारः यतोहि अग्रे चकारः व्यञ्जनमस्ति तर्हि यानं चलति तत्र अनुस्वारः सत्यमेव नाम साधु एव किन्तु विकल्पेन अनुस्वारस्य स्थाने छ झ ञ भविष्यति तर्हि यानं चलति यानं चलति यानं चलति अथवा यानं चलति अस्तु अग्रे निहारिका भगिनी कृपया पठतु अग्रिमम् अभ्यासम् कुत्र अग्रे लेखनस्य अभ्यासः अधः अधः वदतु हा अधः सूचितेषु वाक्येषु लेखनदोषः स्थलम् एकनिमेषः लेखनदोषस्थलं लेखनदोषस्थलं लेखनदोषस्थलं ज्ञात्वा शुद्धं रूपं लिखतु उदाहरणार्थं सः गृहम् आगत्य फलं खादितवान् गृहम् आगत्य मम कश्चन प्रश्नः अस्ति अस्मिन् वाक्ये कुत्रचित् दोषः अस्ति अधः सूचितेषु वाक्येषु लेखनदोषस्थलं ज्ञात्वा शुद्धं रूपं लिखतु. कुत्रचित् दोषः अस्ति वा? रूपं. हा, पश्यति वा तत्र मकारः किम् अनुस्वारः भवेत् खलु, तत्र दोषः अस्ति, लेखनदोषः मम. अस्तु, निहारिका भगिनी अग्रे. हा, सः गृहम् आगत्य फलं खादितवान्, अत्र दोषः कः? गृहम् आगत्य अनुस्वरः अस्ति, मकारः अनुस्वरस्य स्थाने मकारः भवति. अनुस्वारस्य स्थाने मकारः, पुनः वदतु. अनुस्वारस्य स्थाने मकारः. सत्यं सत्यम्. अस्तु, प्रथमं करोतु भगिनि. गृहम् आगतं मित्रं सह सत्कृतवान्. अनुस्वारस्य स्थाने मकारः भवति, स्वराः अस्ति गृहम् अनन्तरम्. सत्यं सत्यम्. अस्तु, अग्रे सुब्रह्मण्य महोदय अग्रे. फलं समीचीनम् आसीत्. फलं समीचीनं मकारयुक्तम् आसीत्. समीचीनम् अनन्तरं स्वरं भवति आ. अस्तु, सन्ध्या भगिनी अपि. भवान् पुस्तकम् अत्र स्थापयतु. पुस्तकम् अनुस्वारस्य स्थाने मकारः भवेत्. सत्यं, वदतु. यतः स्वरः अस्ति. तथा अस्ति. शिवभगिनी अग्रे. सः एवम् क्षम्यतां, सः एतं विचारम् अङ्गीकृतवान्. विचारम् अशुद्धम् अस्ति. अनुस्वारस्य स्थाने मकारः भवेत्. सत्यं सत्यम्. अस्तु, प्रकाशमहोदय अग्रे. अम्ब गच्छन्तं बालम् आहूतवती. बालं तत्र अनुस्वारस्य न उपयुज्ये मकारान्तः भवति बालम्. समीचीनमस्ति. अस्तु, सुब्रह्मण्यमहोदय अग्रे. आचार्यः उत्तमं वाक्यम् उदाहरति. आचार्यः उत्तमं वाक्यम् अनुस्वारः भवति, तत्स्थाने मकारं प्रयुज्यते. वाक्यं. सत्यं सत्यम्. अस्तु, निहारिका भगिनी अग्रे. भगिनी अस्ति वा? म्यूट् मध्ये अस्ति. एतां विच् नम्बर्? तदेव, एतम् एतं बन्धम्. एतं बन्धम् उत्तरयतु. उन्नयतु. उन्नयतु. उन्नयतु तावत्. अनुस्वरस्य स्थाने मकारः भवति. बन्धम् अनन्तरं स्वरः अस्ति. सत्यं सत्यम्. अस्तु, अग्रे सन्ध्या भगिनी अग्रे. आपनात् लवणम् आलुकम् च आनयतु. लवणम् अनुस्वारस्य स्थाने मकारः भवेत् यतः अनन्तर अस्ति स्वरः अस्ति. सत्यं सत्यं. शिल्पा भगिनी, सः मन्दिरं गत्वा मित्रं नमस्करोति. सः मन्दिरं गत्वा मित्रं नमस्करोति. तत्र मित्रं अशुद्ध मित्रं शब्दः मित्रं शब्दः अशुद्धः अस्ति. मकारस्य स्थाने अनुस्वारः भवेत्. सत्यम् अस्तु. अग्रे प्रकाशमहोदय, अग्रे. अर्थम् अवगत्य वाक्यं वदतु. अत्र अर्थम् इति अनुस्वारः भवति, अशुद्धं मकारान्त उपयोग. सत्यम् सत्यम् अस्तु. महोदय, भवानेव अग्रे पठतु. लेखनस्य अभ्यासः. अधः सूचितेषु उदाहरणेषु यत्र आवरणं निर्दिष्टं तत्र अनुस्वारः स्थाने चेत् अ चिह्नम्, अस्थाने चेत् क्रास् चिह्न च लिखन्तु. उदाहरणार्थं सः अनुजं क्रास् अत्र अनुस्वारः उपयुज्य न भवेत्, मकारान्त भवेत्. सः अनुजम् आहूय एकम् प्रश्नम् पृष्टवान्. एकं प्रश्नं शुद्धं, तत्र व्यञ्जनमस्ति, तदनन्तरम् अनुस्वारः भवति. अस्तु, तर्हि अग्रिमे पठतु. तस्य वचनम् अहम् अङ्गीकृतवान्. वचनं तत्र अशुद्धं, क्रास् वचनं तत्र मकारत उपयुज्य भवेत्. अहम् अङ्गीकृतवान् तत्र क्रास् अस्ति. किं स्यात्? अहं क्षम्यताम्, किं स्यात्? अहं तत्र स्वरः अस्ति अनुस्वारस्य अन्ते भवति, मकारान्तोपयुज्यं. सत्यं सत्यम् अस्तु. सुब्रह्मण्यमहोदय, अहं सर्वदा उत्तमं पुस्तकम् इच्छामि. अहं शुद्धं सर्वदा उत्तमं शुद्धं. पुस्तकं दोषं, पुस्तकम् अनुस्वारस्य स्थाने मकारं भवेत्. किन्तु वाक्यं प्रथमतया वाक्यं पठतु, येन सर्वे ये श्रोतारः सन्ति ते न जानन्ति किं किम् अस्ति. पठामि पूर्णवाक्यं पठामि. अहं सर्वदा उत्तमं पुस्तकम् इच्छामि. अस्तु, तर्हि शुद्धम् अशुद्धं नाम अस्तु, वयं कुर्मः एवम्, अनुस्वारः अथवा मकारः एतत् सर्वं नाम अनुस्वारः शुद्धः, मकारः शुद्धः इति. तर्हि किम् अस्ति अत्र? अहम् अनुस्वारं शुद्धम्, अनुस्वारः शुद्धं, सर्वदा उत्तमम् अनुस्वारः शुद्धं, पुस्तकम् अनुस्वारः दोषं, दोषः पुस्तकं मकारयितुम् इच्छामि. अस्तु, समीचीनं. सन्ध्या भगिनी. सा भिक्षुकं आहूय अन्नं व्यञ्जनं च दत्तवती. प्रथमा भिक्षुकं दोषः अस्ति, मकारः भवेत्. द्वितीया अन्नं शुद्धम् अस्ति. तृतीया व्यञ्जनं शुद्धम् अस्ति. एवं स्पष्टं भविष्यति भिक्षुकम् आहूय. पदद्वयम् उक्त्वा भिक्षुकम् आहूय अनुस्वारः तत्र अशुद्धः मकारः भवेत्. अनन्तरम् अन्नं व्यञ्जनं, तत्र अनुस्वारः समीचीनमस्ति, समीचीनमस्ति अनुस्वारः तिष्ठति. व्यञ्जनं च, तत्र च व्यञ्जनमस्ति अतः अनुस्वारः समीचीनः. अस्तु, शुभभगिनी. पुस्तकं दृष्ट्वा सः एकं वाक्यं उक्तवान्. पुस्तकं दृष्ट्वा तत्र अनुस्वारः समीचीनः. एकं वाक्यं, तत्र अपि अनुस्वारः समीचीनः. वाक्यम् उक्तवान्, तत्र अनुस्वारः अशुद्धः. स्वरः अस्ति, अतः अनुस्वारः मकारः भवेत्. अत्युत्तमम्. अस्तु, अग्रे निहारिका भगिनी, अग्रे. माता फलं गृहीत्वा छुरिकाम् अन्विष्टवती. फलं गृहीत्वा अनुस्वरः शुद्धम् अस्ति, छुरिकाम् अन्विष्टवती, दोषः अस्ति, मकारः भवेत् अनुस्वरस्य स्थाने. बहु समीचीनं भगिनि, बहु समीचीनम्. अस्तु, प्रकाशमहोदय, अग्रे. पाठं पठतु इति अहम् अनुजम् उक्तवान्. पाठं पठतु अनुस्वारः शुद्धं तत्र उपयुज्यम्. अहम् अनुजम् अहम् अनुस्वारः तत्र अशुद्धं, मकारान्त भवेत् तत्र. अनुजम् उक्तवान् अनुजम् अनुस्वारः तत्र अशुद्धं, अनु मकारान्त भवति अनु अनुस्वरस्य स्थाने. समीचीनमस्ति. अस्तु, सुब्रह्मण्यमहोदय. वयं गृहम् आगत्य पाठं पठामः. वयं गृहम् अनुस्वारः समीचीनं. गृहम् आगत्य अनुस्वारं भवति, तद्दोषम्. अनुस्वारस्य स्थाने मकारः भवेत्. पाठं पठामः, तत्र अनुस्वारस्य समीचीनम्, अनुस्वारः समीचीनम्. गीतं गायन्तीम् अनुजाम् अग्रजः आहूतवान्. गीतं गायन्तीम् शुद्धम् अस्ति. किं शुद्धं? गीतम् अनुस्वारः. द्वितीया गायन्तीं अनुजां दोषः अस्ति मकारः भवेत् यतः अ स्वरः अस्ति तृतीय अनुजाम् अग्रजः दोषः अस्ति मकारः भवेत् अग्रजः आ स्वरः अस्ति बहु समीचीनमस्ति अग्रे मनसि भवेत् यत् अनुस्वारः पुल्लिङ्गशब्दः अस्ति अपि च तत्र मकारः अपि पुल्लिङ्गशब्दः अस्ति अन्यच्च यथा शिल्पभगिनी सर्वदा वदति अत्र विशेषणविशेषभावः अस्ति तर्हि शुद्धशब्दः अपि च समीचीनशब्दः तत्र पुल्लिङ्गि भवेत् नाम अनुस्वारः शुद्धः अनुस्वारः शुद्धमिति न वदामः अनुस्वारः समीचीनः अनुस्वारः शुद्धः इति अस्ति दोषः इति विशेषणं नास्ति अतः न कापि चिन्ता अस्ति तत्र दोषः इति वक्तुं शक्नुमः दोषाय अपि चतुर्थीविभक्तौ वक्तुं शक्नुमः अस्तु शिल्पभगिनी अग्रे निद्रां कृतवन्तम् क्षम्यतां निद्रां कृतवन्तम् एतं मा उत्थापयतु निद्रां कृतवन्तं तत्र निद्रां निद्रां शब्दे दोषाः अस्ति अनुस्वारः मकारः भवेत् एवं नो क्षम्यतां सम्यक् समीचीनः अस्ति कृतवन्तः तत्र ख व्यञ्जनम् अस्ति तैः अनुस्वारः समीचीनः अस्ति कृतवन्तम् एकं तत्र दोषः अस्ति एक कृतवन्तं शब्दस्य अनुस्वारस्य स्थाने मकारः भवेत् एतं मा तत्र एतं तत्र अनुस्वारः समीचीनः अस्तु समीचीनम् अस्तु प्रकाशमहोदय अग्रे आगतं यानं दृष्ट्वा वयं धावितवन्तः वाक्यं समीचीनं सर्वत्र अनुस्वारस्य पुरतः व्यञ्जनम् अस्ति सर्वत्र आगतं यानं वयं समीचीनम् अस्तु अग्रे पठतु महोदय लेखनस्य अभ्यासः अधोनिर्दिष्टेषु शब्देषु अनुस्वारस्य अनन्तरं कस्य वर्गस्य व्यञ्जनम् अस्ति इति तस्य वर्गस्य पञ्चमाक्षरं किम् इति च निर्दिश्य अन्ते शुद्धं रूपं निर्दिशन्तु शब्दः अनुस्वारस्य अनन्तरं स्थितस्य वर्गस्य नाम तस्य वर्गस्य पञ्चमाक्षरं शुद्धरूपम् प्रथम उदाहरणम् अङ्कः क वर्गः पञ्चमाक्षरम् अङ्कः इति शुद्धरूपम् द्वितीयं करोतु कङ्कतम् क वर्गः पञ्चमाक्षरम् कङ्कतम् उपयुज्य सत्यमेव अस्तु निहारिका भगिनी वदतु अग्रे अङ्गं कवर्गः तस्य वर्गस्य पञ्च पञ्चमसदस्यः अथवा पञ्चम अक्षरं पञ्चमाक्षरम् शुद्धरूपम् अङ्गम् अस्तु शुभनिमलय अम्बुद अम्बुदः पावर्गस्य पावर्गः तस्य वर्गस्य पञ्चमाक्षरं मा अम्बुदः मकारयुक्तम् अस्तु समीचीनमस्ति सन्ध्या भगिनी अपि गन्धर्वः तवर्गः न कन्दरः शुभभगिनी अग्रे स्पन्दनं तवर्गः न स्पन्दनम् नाम तवर्गः तवर्गः समीचीनम् अस्तु प्रकाशमहोदय अग्रे पञ्चमः छ वर्गः पञ्चमाक्षरं पञ्चमः उपयुज्य यकारः यकारः अस्ति अस्तु अग्रे निहारिका भगिनी अग्रे सन्धनं तावर्गः पञ्चमाक्षरं न सन्धनम् तथैव अस्ति सुब्रह्मण्यं महोदय अग्रे अङ्ग्रः कावर्गः पञ्चमाक्षरम् अङ् अङ्घः अङ् उपरि उपयुक्त अङ्घः अङ्घः अङ्घः अस्तु समीचीनं सन्ध्या भगिनी अग्रे व्यञ्जनं च वर्गः न्या व्यञ्जनम् इति वदतु य तत्र कवर्गस्य न च वर्गस्य इय अस्तु अग्रे शुभ भगिनी अग्रे मण्डम् मण्डम् ट वर्गः न मण्डम् मण्डम् तथैव अस्ति समीचीनं प्रकाशमहोदय अग्रे कुम्भः वर्गः म पञ्चाक्षरम् कुम्भः अस्तु निहारिका भगिनी अग्रे शान्ति तावर्गः शन्ति तावर्गः न सत्यं शन्ति मूर्धन्य मूर्धन्य मूर्धा इत्यस्य मूर्धन्य टकारः षण्ठि समीचीनम् अस्तु अग्रे सुब्रह्मण्यमहोदय सिन्धुरं तावर्गस्य न सिन्धुरं नकारयुक्तम् अस्तु सन्ध्या भगिनी अग्रिमं दम्भः फवर्गः दम्भः अस्तु शुभभगिनी अग्रे शृङ्खला कवर्गः अतः शृङ्खला शृङ्खला तथा अस्ति अस्तु प्रकाशमहोदय अग्रे प्रपञ्चः फ वर्गः म पञ्चमाक्षरं प्रपञ्चः. न न न प्रपञ्चः तत्र अग्रे कः वर्णः अस्ति? प्रपं चकारः खलु. वर्गः तत्र पञ्चाक्षरं प्रपञ्चः. तथैव अस्ति महोदय. अस्तु अग्रे निहारिक भगिनी अग्रे. धीमः टावर्गः न्या सोरि धीमः. तथैव अस्ति समीचीनं. सुब्रह्मण्यमहोदय अग्रे. उञ्चवृत्तिः चावर्गस्य ञ्या उञ्चवृत्तिः ञकारयुक्तम् अस्तु. अग्रे सन्ध्या भगिनी अग्रे. मन्थरा तावर्गः न मन्थरा. अस्तु. अपि च यथा वयं जानीमः यदि अग्रे स श ष य व र ल अष्टव्यञ्जनानि सन्ति स यवरल अग्रे सन्ति चेत् तत्र तिष्ठति अनुस्वारः पदस्य मध्ये अपि तिष्ठति यतोहि वर्गीयव्यञ्जनानि न सन्ति इति लेखनस्य नियमाः. कोऽपि प्रश्नः अस्ति वा? प्रायः स्पष्टं सर्वं स्यात्. अस्तु तर्हि अनेन विरमामः. नमस्कारः. नमस्कारः.